पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 9 कश्यप उवाच एवं सम्बोधितस्तत्र आत्माध्यानादिकैस्तदा त्यक्तु कामः स तत्कार्यं पञ्चात्मकं स बुद्धिमान् निमित्तान्येव पश्यैव प्राप्यतां स्तान् प्रयाति सः विहाय कायं निर्लक्ष्यं पतितं नैव पश्यति सह वर्धितयोर्नास्ति सम्बन्धप्राणदेहयोः धनपुत्रकलत्रैश्च सम्बन्धकेन हेतुना एवं ज्ञात्वा शमं गच्छ क्लैब्यं मा भज सुप्रिये अयमेव परं ब्रह्म अयमेव सनातनः अयमात्मस्वरूपेण दैत्यदेवेषु संस्थितः अयं ब्रह्मा अयं रुद्रो ह्ययं विष्णुः सनातनः अयं सृजति विश्वानि अयं पालयदे प्रजाः संहरत्येष धर्मात्मा धर्मरूपी जनार्दनः अनेनोत्पादिता देवा दानवाश्चैव सुप्रिय देवाश्चाधर्मनिर्मुक्ता धर्महीनाः सुधास्तव धर्मोऽयं माधवस्याङ्गं सर्वदैवैश्च पालितं धर्मं च चिन्तयेद्देवि धर्मं चैवदुपालयेत् तस्य विष्णुः स धर्मात्मा सर्वदैवप्रसादवान् धर्मेण वर्तिता देवाः सत्येन तपसा किल येषां विष्णुप्रसन्नो वै धर्मस्तैरिहपालितः विष्णो कायमिदं धर्मं सत्यं हृदयमेव च यस्तौ पालयते नित्यं तस्य विष्णुप्रसीदति दूषयेद्यः सत्यधर्मौ पापमेव प्रपालयेत् तस्य विष्णुः प्रकुप्येद नाशयेदधिवीर्यवान् वैष्णवैः पालितं धर्मं तपः सत्येन संस्थितैः तेषां प्रसन्नो धर्मात्मा रक्षामेवं करोति च तव पुत्रा धनोः पुत्रा सैंहिकेयास्तथैव च अधर्मेणापि पापेन वर्तिताः पापचेतसः सुदिदा वासुदेवेन समरे चक्रपाणिना योऽसावात्मा मयोक्तः पूर्वमेव तवाग्रदः सोऽयं विष्णुर्न सन्देहो धर्मात्मा सर्वपालकः दैत्यकायेषु यस्वस्तः पापमेव समास्थितः जग्निवान् दानवान् देवी स चक्रुद्धो महामतिः स बाह्याभ्यन्तरे भूत्वा तव पुत्रा निपातिताः येन चोत्पादिता देवी तेनैव विनिपातिताः नैषां मोहस्तु कर्तव्यो भवत्या वचनं शृणु पापेन वर्तदेयोऽसौ स एव निधनं व्रजेद तस्मान्मोहं परित्यज्य सदा धर्मं समाश्रय दितिरुवाच एवमस्तु महाभाग करिष्ये वचनं तव कश्यपं च मुनिश्रेष्ठमेवमाभाष्य दुःखिता सम्बोधिता सा मुनिना दुःखं सन्त्यज्य संस्थिता इति श्रीपद्मपुराणे भूमिखण्डे देवासुरे दिदि सम्बोधनं नाम नवमोऽध्यायः ओम्।